नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति विवादिगणः इति विषयः अनुवर्तते. तत्र गतवर्गे सम्प्रसारणस्य विषये अस्माभिः अधीतमासीत्. सम्प्रसारणविधायकं सूत्रं किं कोऽपि वदतु? सम्प्रसारणविधायकसूत्रम् इङ्गणसम्प्रसारणम्. इग्यणः सम्प्रसारणम् इति कीदृशसूत्रम्? इति कीदृशसूत्रम् विच्छति वृच्छति पिच्छति भृञ्जति न ङिति च इति सूत्रं सम्प्रसारणसूत्रम्. तदेव विधायकसूत्रम्. इदानीं वंशी भगिनी वदतु. संज्ञासूत्रमस्ति, सत्यं संज्ञासूत्रमस्ति. तत्र सम्प्रसारणम् इति संज्ञा कस्य भवति इति उक्तमस्ति. इक्स्थाने यन् स्थाने इक्कादेशः यदा भवति तदा सम्प्रसारणसंज्ञा भवति इति उक्तं. सम्प्रसारणसंज्ञासूत्रमस्ति. सम्प्रसारणविधायकसूत्रं किम् इति चेत्, इदानीं राजीभगिनी उक्तवती ग्रहीच्या वै व्यधि वष्टि विच्छति पृच्छति पृच्छति पृच्छति नाम् इति च इति सूत्रम्. तर्हि इदानीं प्रश्नः अस्ति यत् अनेन सूत्रेण ग्रहीज्या वै व्यधि वष्टि विच्छति पृच्छति पृच्छति पृच्छति नाम् इति च इति सूत्रेण अत्र धातवः उल्लेखिताः सन्ति अस्मिन् सूत्रे. तर्हि अत्र सम्प्रसारणकार्यं भवति कितिनिति प्रत्यये परे इति उक्तम्. तर्हि इदानीं विजयलक्ष्मी भगिनी भवती आगच्छतु. अस्ति वा भगिनि? अहम् अस्मि भगिनि, नमस्ते. नमस्कारः. तर्हि भवती एव वदतु. इदानीं किञ्चित् चिन्तनं कुर्मः. अस्मिन् सूत्रे सम्प्रसारणं विधीयते इति उक्तं. तर्हि कस्य सम्प्रसारणं भवति अत्र? यण् अनन्तरं तस्य स्थाने यद् आयाति इक् वर्णः, तेषाम् एव सम्प्रसारणं भवति. अतः अत्र यण् वर्णस्य सम्प्रसारणम् इति संज्ञा भवति. इदानीं व्यद् इति धातुः अस्ति इति चिन्तयतु. व्यद् धातुः अस्मिन्नेव गणे अस्ति, दिवादिगणे अस्ति. व्यद् धातौ, अस्मिन् धातौ कुत्र भवति सम्प्रसारणम्? यकारस्य सम्प्रसारणं भवति, यतोहि वकारः आदौ अस्ति. यदि सम्प्रसारणं यण् कार्यं कुर्मः, वि इति यदा भवति तस्य यण् कृत्वा व्य इति भवति. अतः अत्र वयं रिवर्स् प्रोसीजर् कुर्मः खलु, तत्कारणं यकारस्य एव सम्प्रसारणं भवति. यकारस्य एव सम्प्रसारणम् इति कथं निर्णयं कृतम्? तत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं नास्ति इति चिन्तयतु. इदानीं तादृशसूत्रमेव नास्ति. तर्हि वि इति स्वीकुर्मः. वि इत्यस्य अनन्तरं यदि अकारः भवति तदा व्य इति रूपं. न, तत्सर्वं मास्तु. इदानीं मम पुरतः व्यद् इति धातुः अस्ति. एकमेव सूत्रमस्ति अत्र. ग्रहीज्या वै व्यदि वष्टि विच्छति वृच्छति पृच्छति भृजति नाम् इति एकमेव सूत्रमस्ति. सम्प्रसारणाच्च न सम्प्रसारणे सम्प्रसारणम् इति सर्वं नास्ति. एकं सूत्रमस्ति, विधायकसूत्रं. तर्हि अनेन सूत्रेण सम्प्रसारणं भवति इति उक्तम्. तर्हि कस्य सम्प्रसारणं भवति? यज् इति धातौ. यज् धातु यदि अस्ति अस्ति व्यध् इति धातु. यज् नास्ति, व्यध् इति धातुः. द्वयोः स्थाने भवति भगिनि, वेण् धातु भवति. न, तत्सर्वं मास्तु. मम प्रश्नस्य उत्तरं वदन्तु. अत्र सुमन् भगिनी उक्तवती द्वयोः स्थाने भवति. कयोः? वकारयकारयोः. ओके, त तर्हि अत्र वकारयकारयोः सम्प्रसारणम् इति निर्णयः कथं तत्र अस्माभिः क्रियते? सूत्रे न कृतं, तत्र यण् वर्णाः ते एव खलु यन् वर्णाः अस्ति चेत् तत्र स्थाने सम्प्रसारणं भवति, अतः वकारः यकारः स्थाने सम्प्रसारणं भवितुम् अर्हति. इदानीम् अत्र किञ्चित् चिन्तयामः. इदानीम् अत्र इत्युक्ते अत्र सम्प्रसारणम् इति तत्र किम् अस्ति? सम्प्रसारणम् इति कार्यं यदुक्तं तत् किम् अस्ति? सामान्यतया अस्माभिः किं पश्यामः सूत्रेषु? आदेशः, लोपः इति तादृशं पश्यामः. अत्र कार्यं किम् अस्ति? आदेशः, यकारस्य इ आदेशः, कारस्य उ आदेशः. धातोः कुत्र कुत्र यण् वर्ग यण् अक्षराणि सन्ति तत्र तत्र इक् आदेशः भवति इति सूत्रस्य अर्थः भगिनि. इति तत्र अस्माकं सामान्य अवगमनं. यत्र यत्र यण् वर्णाः सन्ति तत्र सर्वत्र इक् वर्णाः भवन्ति इति अस्माकं सामान्य अवगमनं. किति निति प्रत्यये परे भवति इति. इदानीं मम प्रश्नः अस्ति, एतादृशम् अत्र इदानीम् इत्युक्ते व्यद् धातौ तत्र आदेशः, कति आदेशाः भवन्ति? आदेशद्वयं भवति. आदेशद्वयं भवति यदि भवितुम् अर्हति. न भवितुम् अर्हति तत् त्यजतु. इदानीं तत्सूत्रमेव नास्ति इति अहं वदामि. सम्प्रसारणं यदि नास्ति इति अहं वदामि. तर्हि अस्य सूत्रस्य आधारेण स्थलद्वये भवितुम् अर्हति इति उक्तं. यदि स्थलत्रयम् अस्ति चेत् तत्र किं भवति? तावदेव भगिनि. इति अस्माकं सामान्य अवगमनं. तर्हि मम प्रश्नः अस्ति, एतादृशसूत्रम् अन्यत्र अस्ति वा यत्र आदेशः स्थलद्वये स्थलत्रये भवति? आदेशः स्थलद्वये भवति, तत्कारणमेव परिभाषासूत्राणि सन्ति खलु. कुत्र भवति आदेशे स्थलद्वयम्? उदाहरणार्थम् इदानीं तत्र दृष्टवन्तः खलु, इयं उवङ् इति भवति इति अस्ति खलु. न, तत् सूत्रे उक्तं. तत्र सूत्रे आदेशद्वयम् इति उक्तं, साक्षात् उक्तम् आदेशद्वयं भवति इति सूत्रे उक्तम्. आदेशः द्विवारम् उक्तं खलु, इयङ् आदेशः उवङ् आदेशः. इको यणचि इत्यत्र एव आदेशाः भवन्ति खलु. इकः स्थाने यण् आदेशः इति वदामश्चेत् अस्य स्थाने किं भवति इति न जानीमः. अतः इकारस्य स्थाने यकारः भवितुमर्हति, वकारः भवितुमर्हति, ऋकारः अपि भवितुमर्हति, लकारः अपि भवितुमर्हति. तत् समानम् इयङ् वङ् इव अस्ति. तत् इकः स्थाने यण् इति तत्र साक्षात् सूत्रे उक्तं. यण् इति प्रत्याहारस्य ग्रहणेन तत्र यण् प्रत्याहारे ये वर्णाः सन्ति तेषां सर्वेषां ग्रहणम्, अत्र क्लेशः नास्ति. साक्षात् सूत्रे उक्तम् आदेशद्वयम् आदेशत्रयम् इति साक्षात् सूत्रे उक्तं. परन्तु अत्र अस्मिन् सूत्रे वैचित्र्यं किम् इति चेत् अत्र तादृशं नास्ति. अत्र किम् उक्तम्? अत्र अनुवृत्तिसहितसूत्रं पठतु कोऽपि. व्यधि वष्टि विचति वृच्छति पृच्छति भिञ्जति च सम्प्रसारणम् तावदेव. किति निति च सम्प्रसारणं. सम्प्रसारणम् इति एकवचने अस्ति. आम्, सम्प्रसारणानि इति उक्तं वा? न, न उक्तम्. सम्प्रसारणम् इति एकवचने उक्तं. सम्प्रसारणम् इति एकवचने उक्तं चेत् तर्हि आदेश एकः एव आदेशः स्यात् खलु. कथं तत्र आदेशद्वयम् आदेशत्रयम्? तर्हि इदानीं सम्प्रसारणं भवति इति उक्तं. तर्हि सम्प्रसारणं भवति इति उक्तत्वात् सामान्यतया वयं किं पश्यामः? यदा वयं किमपि कार्यं भवति इति वदामः चेत्, कस्यचित् पदस्य स्थाने कार्यं भवति इति वदामः चेत् तदानीं किं तत्र का परिभाषा आयाति? हलो अन्तस्य हलो अन्तर अलोन्त्यस्य अलोन्त्यस्य अलोन्त्यस्य इति भवति. तर्हि अलोन्त्यस्य इति परिभाषासूत्रस्य आधारेण अत्र कार्यं भवितुम् अर्हति वा? न भवितुम् अर्हति. किमर्थम् इत्युक्ते अन्त्यवर्णः नास्ति. अन्त्यवर्णः किं नास्ति? धातोः अन्त्यवर्णः अस्ति चेदेव अलोन्त्यस्य इति सूत्रस्य कार्यं भवति. तत्र धातोः अन्त्यवर्णः वकारः वा यकारः वा नास्ति किल. सत्यम्. अतः अत्र समीचीनं. तर्हि अत्र यण् वर्णः आवश्यकः. तादृश यण् वर्णः अस्मिन् सूत्रे तु कुत्रापि अन्तिमवर्णः यण् वर्णः नास्ति. अतः अलोन्त्यस्य इति परिभाषासूत्रस्य कार्यं तु अत्र न भवितुम् अर्हति. अस्तु, तर्हि अलोन्त्यस्य नास्ति चेत् तर्हि किं तत्र कथं निर्णयः भवति सम्प्रसारणम् इत्यनेन? सूत्रे स्पष्टतया उक्तं यण्स्थाने एव इक्. यण्स्थाने एव इक्. तर्हि तत्र यण्स्थाने एव इक् इत्युक्ते तत्र नियमः नास्ति. तादृशनियमः क्षम्यतां भगिनि वदतु. स्थानी अन्त्य मध्य आद न उक्तम्. स्थानी अत्र न उक्तं. तर्हि यत्र एतादृशस्थलेषु सूत्रेषु तत्र साक्षात् कुत्र इत्युक्ते कुत्र भवति इति न उक्तम् अत्र. एतेषां धातूनां सम्प्रसारणं भवति इति उक्तं. तर्हि सम्पूर्णधातोः सम्प्रसारणं न भवितुम् अर्हति. तर्हि अन्त्यस्य भवति वा इति चेत् अन्त्यस्य न भवितुम् अर्हति, यतोहि यण्वर्णः एव नास्ति. तर्हि एतादृशसन्दर्भेषु तत्र कुत्र भवितुम् अर्हति? यत्र यत्र यन् अस्ति तत्र तत्र इक् भवति. केन आधारेण? यत्र यत्र यण् अस्ति तत्र तत्र इक् वर्णः भवति इति केन आधारेण वदामः तादृशम्? सम्प्रसारणम् इति संज्ञासूत्रेण भगिनि. संज्ञासूत्रेण किम् उच्यते? यण् स्थाने इकः भवति इति सूत्रं वदति किल, तत् आधारेण सम्प्रसारणवर्णः यदि कोऽपि वर्णः अस्ति चेत् तत्र भवति इति. धातूनां मध्ये अथवा आरम्भे अथवा मध्ये वकारः वा यकारः वा अस्ति चेत् तस्य स्थाने सम्प्रसारणं भवति. परन्तु द्वयोः सम्प्रसारणं करोति चेत् इष्टरूपं न लभ्यते अण्ड् उच्चारणमपि कष्टं भवति. वा स्थाने ऊ आगच्छति अण्ड् या स्थाने ईकारः आगच्छति, तस्मात् इष्टरूपं न प्राप्तम्. इष्टरूपं न प्राप्यते. समीचीनं, बहु समीचीनम्. इष्टरूपं न प्राप्यते इति एकः विषयः अस्ति. सत्यम्, इष्टरूपं न प्राप्यते. परन्तु तथापि इष्टरूपं न प्राप्यते चेदपि अत्र सूत्रे तत्र किमपि न उक्तं. सम्प्रसारणम् इति उक्तं, विज्ञानसम्प्रसारणम् इति किमपि न वदति. तत् सूत्रं तु संज्ञासूत्रमस्ति. तत्र इदं सूत्रं तु न वदति यत्र यत्र यण्वर्णः अस्ति तत्र सर्वत्र इक् वर्णः इति न वदति. इदं सूत्रं किं वदति? यदा यण् स्थाने इक् वर्णः आयाति तदानीं तस्य सम्प्रसारणसंज्ञा भवति इति वदति. परन्तु इदं सूत्रं तु न वदति यत्र यत्र यण्वर्णः अस्ति तत्र सर्वत्र इक् वर्णः आयाति इति न वदति इदं सूत्रं, खलु? इज्ञः सम्प्रसारणम् इति केवलं संज्ञासूत्रमस्ति. यण् स्थाने यदा इक् वर्णः आयाति तदानीं तस्य सम्प्रसारणसंज्ञा भवति इति तावदेव वदति. तर्हि अस्य आधारेण अत्र सर्वत्र यत्र यत्र यण् वर्णः अस्ति तत्र सर्वत्र इक् वर्णः भवति इति वक्तुं न शक्यते. तर्हि अत्र सूत्रे वस्तुतः भगिनी अत्र अन्तरङ्गं बहिरङ्गं किमपि आयाति वा वदतु? किमपि चिन्तनमस्ति चेत् वदतु. कुत्र अस्ति अन्तरङ्गं बहिरङ्गम्? अत्र तु निमित्तं तु एकमेव अस्ति खलु. अन्तरङ्गं बहिरङ्गम् इति तु सूत्रद्वयोः विषये चिन्तनं भवति. अत्र एकमेव सूत्रं खलु. एकमेव सूत्रमस्ति चेत् तत्र तस्मिन् सूत्रे एव अन्तरङ्गं बहिरङ्गम् इति चिन्तनं न भवति. सूत्रद्वयं वर्तते चेत् तदानीं तयोः मध्ये किम् अन्तरङ्गं किं बहिरङ्गम् इति चिन्तनं भवति. अत्र एकमेव सूत्रम्, अतः तादृशचिन्तनं न भवति. भगिनी संज्ञासूत्रम् अस्ति चेत् अन्यसूत्रम् आवश्यकता अस्ति. सत्यं, तदर्थमेव विधायकसूत्रम् अस्ति, ग्रहीज्या इति सूत्रमुक्तम्. अन्यसूत्रमस्ति विधायकसूत्रम्, अतः अस्ति विधायकसूत्रमस्ति. संज्ञासूत्रमेव अस्ति चेत् कार्यं न भवति. कुत्र कार्यं भवति इति चेत् तादृशसंज्ञां स्वीकृत्य अत्र विधायकसूत्रे कार्यं भवति. तर्हि अत्र अन्यत् किमपि अस्ति वा चिन्तनं? परिभाषासूत्र अन्यत् किमपि केन आधारेण उभयत्र कार्यं भवति इति वक्तुम्? तत्र सूत्रमेव आगत्य कार्यं करोति. यदि तत् सूत्रं नास्ति इति वयं स्वीकुर्मः चेत् किमपि नास्ति भगिनि. कुत्र आधारेण न भवितुम् अर्हति इति वयं वक्तुं न शक्नुमः किल? इत्युक्ते अत्र अन्यानि सूत्राणि न सन्ति एव इति चिन्तयामः चेत् अस्मिन् सूत्रे तु किमपि न उक्तम्. इत्युक्ते साधारणतया सूत्रेषु आदेशः इति उच्यते चेत् एकस्य वर्णस्य स्थाने एकः आदेशः भवति. यदि सूत्रे एव साक्षात् आदेशद्वयम् उक्तं चेत् तत्र भिन्नवार्ता, यथा इको एणचि अथवा अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति सर्वत्र तत्र आदेशद्वयं साक्षात् सूत्रे उक्तम्. अतः क्लेशः नास्ति, आदेशद्वयम् अस्ति. परन्तु अस्मिन् सूत्रे तथा नास्ति. तर्हि तत्र किम् उच्यते इति चेत् एकयोगलक्षणम् इति उच्यते. एकस्य सूत्रस्य कार्यम् एकवारमेव भवति. अत्र एकस्य सूत्रस्य कार्यं यदि साक्षात् सूत्रे एव आदेशद्वयम् आदेशत्रयम् इति न उक्तं चेत् एकवारमेव भवितुम् अर्हति. तत् कथम् इति चेत् तत्र एकयोगलक्षणम् इत्यनेन तत्र किं कुत्र भवति कार्यम् इति चेत् निमित्तस्य पार्श्वे यदस्ति तस्य एव कार्यं भवति. अत्र अस्मिन् सूत्रे निमित्तं किम्? अचि कितिनिति प्रत्ययः इति निमित्तमस्ति. इदानीं व्यद् योगः तप्रत्ययः इति चिन्तयतु. तप्रत्ययः कीदृशः? तत्र कित् प्रत्ययः कित् अस्ति. इदानीं व्यद् धातौ कित् प्रत्ययस्य निमित्तस्य पार्श्वे सम्प्रसारणसंज्ञकः वर्णः कः? पार्श्वे वर्णः यकारः. अतः अत्र यकारस्य एव सम्प्रसारणं भवितुम् अर्हति, वकारस्य सम्प्रसारणं न भवितुम् अर्हति अनेन सूत्रेण. यतोहि एकयोगलक्षणम् इति उच्यते, तर्हि निमित्तस्य पार्श्वे यदस्ति तस्य एव सम्प्रसारणं भवितुम् अर्हति. अतः अत्र यकारस्य एव सम्प्रसारणं भवितुम् अर्हति, वकारस्य सम्प्रसारणम् एव न सिद्धम् अनेन सूत्रेण. तर्हि तत्र एकस्यैव वर्णस्य सम्प्रसारणं कोऽपि क्लेशः. अतः यकारस्य साक्षात् सम्प्रसारणं भवति, न क्लेशः, न कोऽपि क्लेशः. परन्तु अत्र किं जायते इति चेत् तत्र अत्र सूत्रे वैशिष्ट्यमस्ति, वैचित्र्यम् अस्ति अस्मिन् सूत्रे. किम् इति चेत् इदानीम् अस्य सूत्रस्य विषये एव अत्र न सम्प्रसारणं, न सम्प्रसारणे सम्प्रसारणम् इति सूत्रमपि सूत्रितं खलु. तर्हि तत् किम् अर्थम्? तदेव चिन्तनं कुर्मः. किमर्थम् इति प्रश्नः उचितः, तदेव चिन्तनम् अस्माकम्. तर्हि इदानीं सूत्रमपि कृतं, तर्हि एकस्यैव सम्प्रसारणं भवति चेत् किमर्थं सूत्रं कृतं? सूत्रस्य आवश्यकता एव नास्ति खलु इति सुमन् भगिनी वदति. तर्हि इदानीं प्रश्नः, अत्र तु सूत्रं कृतं, न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं कृतं. तर्हि अत्र अनेन सूत्रेण किं निषिध्यते? प्रथमस्य सम्प्रसारणं यदि अत्र सम्प्रसारणसंख्या वर्णात् परम् अस्ति चेत्, परम् अच् अस्ति चेत् पूर्वपर्यवस्थाने एकः एव पूर्वरूप आदेशः इति तत् प्रथमस्य न भवति, परस्य एव भवति. इदानीं यद्भवती उक्तवती परस्येव भवति पूर्वस्य न भवति इति केन आधारेण वदति परस्येव भवति पूर्वस्य न भवति इति तत्र सम्प्रसारणम् अस्ति खलु तत् अतः इदानीं सम्प्रसारणे परः अस्ति चेत् सम्प्रसारण परः अस्ति चेत् पूर्वस्य न भवति इदं सूत्रं कीदृशसूत्रम् निषेधकसूत्रं कदा कार्यं करोति यत्र किमपि विधिः भवति कार्यं विधीयते तदा एव निषेधकसूत्रं भवति तर्हि इदानीं सुमन् भगिनी उक्तवती पूर्वस्य वर्णस्य सम्प्रसारणं न भवति इति उक्तवती पूर्वस्य वर्णस्य सम्प्रसारणं विधानं केन सूत्रेण कृतम् इदानीं तु वर्णद्वयं स्तः चेत् अस्ति चेत् कुत्र परस्य एव भवति खलु एकलो योगलक्षणम् इति आधारेण अतः अस्य सूत्रस्य किमपि प्रयोजनं नास्ति खलु तर्हि पूर्वस्य इति नास्ति वस्तुतः खलु पूर्वस्य न भवति पार्श्वे निमित्तस्य पार्श्वे यत् सम्प्रसारणवर्णः अस्ति तस्य कार्यं कृत्वा पूर्वस्य कार्यं न भवति इति सूत्रस्य अर्थं वा न कार्यं कृत्वा पूर्वस्य न भवति इत्युक्ते पूर्वस्य न विधीयते एव चेत् तर्हि इदानीं किम् उक्तम् अत्र स्पष्टतया अवगच्छन्तु अत्र पूर्वं किम् उक्तं ग्रहीज्या वै व्यधि इति सूत्रे एकयोगलक्षणम् इत्यनेन निमित्तस्य पार्श्वे यदस्ति तस्य एव सम्प्रसारणं विधीयते इति उक्तं पूर्वस्य सम्प्रसारणमेव न विधीयते इति उक्तं खलु सत्यं तर्हि परस्य एव सम्प्रसारणं विधीयते तर्हि परस्य एव सम्प्रसारणं विधीयते चेत् तदानीं न सम्प्रसारणे सम्प्रसारणम् इति सूत्रस्य आवश्यकता अस्ति वा न आवश्यकता अस्ति वा नास्ति खलु नास्ति यतोहि एकस्य एव सम्प्रसारणं विधीयते यदि अत्र निषेधः यद् यद् परवर्णस्य सम्प्रसारणं यस्य विधानं जातं तस्य एव निषेधः क्रियते चेत् तस्य एव निषेधः भवितुम् अर्हति वा किमर्थम् इदानीं कार्यमेव न भवति चेत् निषेधं किमर्थम् न इदानीं न पूर्वस्य इति नास्ति अत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रस्य आधारेण अत्र यस्य सम्प्रसारणं भवति तस्य सम्प्रसारणं मास्तु इति तथा वक्तुं शक्यते वा न यस्य सम्प्रसारणं भवति तस्य सम्प्रसारणं मास्तु इति न वदति खलु तद् वदति इदानीं सम्प्रसारणवर्ण न मम प्रश्नः न वदति वदति तत्सर्वम् वास्तविकं यदस्ति तदग्रे पश्यामः वास्तविकं यदस्ति इदानीं चिन्तनं जायमानमस्ति खलु यदि हैपोथेटिकलि अहं पृच्छामि यदि न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं यदि वदति अत्र यस्य सम्प्रसारणं तस्य सम्प्रसारणं मास्तु इति वदति चेत् तदानीं तादृशं भवितुमर्हति वा यदि तादृशं यदि तादृशं स्वीपिङ्ग् सूत्रं न भवति यतोहि देन् ग्रहीज्या वै तत् सूत्रं निरर्थकं भवति किं सत्यं तर्हि अत्र न सम्प्रसारणे सम्प्रसारणम् इत्यनेन यस्य सम्प्रसारणं तस्य सम्प्रसारणं मास्तु इति वक्तुं न शक्यते यतोहि तथा वदति चेत् कस्यापि सम्प्रसारणमेव न भवति तर्हि ग्रहीज्या वै व्यधि इति सूत्रस्य का आवश्यकता तत् सूत्रमेव निरर्थकं किमपि कार्यमेव न जायते कार्यमेव न जायते तस्य निषेधः तत्र एकस्मिन् स्थले कार्यं जायते चेत् अन्यत्र कुत्रचित् निषेधः भवितुम् अर्हति एकस्मिन् स्थले अपि कार्यं नास्ति चेत् तर्हि तत्र निषेधः कथं कर्तुं शक्यते अतः तादृश अर्थः नास्ति यस्य सम्प्रसारणमस्ति तस्य निषेधः इति अर्थः नास्ति तर्हि इदानीं न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण तर्हि तत्र भिन्नः अर्थः इष्यते तर्हि तत्र भिन्नः अर्थः कथम् इति चेत् निमित्तस्य पार्श्वे यः वर्णः अस्ति तस्य सम्प्रसारणं भवति इति चेत् ततः तद् विहाय अन्यत्र कुत्रचित् निषेधः क्रियते इति वयम् अवगन्तुं शक्यते वा न वा अनेन सूत्रेण अवगन्तुं शक्नुमः इति एव तत्र सूत्रस्य विवक्षा इति वयं ज्ञातुं शक्नुमः खलु निमित्तस्य पार्श्वे यः वर्णः सम्प्रसारणसंज्ञकः वर्णः अस्ति त तद्विहाय अन्यत्र सम्प्रसारणं भवति चेत् तद् मास्तु इति तादृश अर्थः वयं स्वीकर्तुं शक्यते वा अत्र कर्तुं शक्यते किन्तु निमित्तस्य एव निमित्तस्य पार्श्वे यत् वर्णः अस्ति तस्य सम्प्रसारणं भवति अन्यत्र न भवति इति वयं जानीमः चेत् अस्य सूत्रस्य किमपि उपयोगं नास्ति हा तत्तु अस्ति तत्तु अस्ति परन्तु सूत्रं कृतम् अतः उपयोगः तत्र उपयोगः अस्ति किमपि उपयोगः अस्ति सूत्रं कृतं यदि सूत्रं न कृतं चेत् अस्तु सूत्रस्य आवश्यकता नास्ति अतः न कृतम् इति वयं वक्तुं शक्नुमः परन्तु सूत्रं कृतं सूत्रं पाणिनेन कृतं तर्हि तत्र प्रयोजनं किमपि अस्ति इति वयम् अवगन्तुं शक्नुमः ऊहां कर्तुं शक्नुमः खलु तत्र प्रयोजनं किमपि स्यात् तदर्थमेव सूत्रं कृतं तर्हि किं प्रयोजनम् इति चेत् अत्र निमित्तस्य पार्श्वे यः वर्णः अस्ति तस्य सम्प्रसारणं भवति परन्तु तद्विहाय अन्यत्र कुत्रचित् अस्ति चेत् तस्य निषेधः क्रियते इति वयम् अवगन्तुं शक्नुमः अत्र अनेन सूत्रेण इत्युक्ते तादृश एव विवक्षा अस्ति निमित्तस्य पार्श्वे सम्प्रसारणम् अस्ति चेत् तस्य तस्मात् पूर्वं कुत्रचित् सम्प्रसारणम् अस्ति चेत् तस्य निषेधः अनेन सूत्रेण क्रियते इति वयम् अवगन्तुं शक्नुमः तर्हि तदाधारेण वयं किं वक्तुं शक्नुमः इति चेत् इदमेव ज्ञापकम् अस्ति यत् तत्र ग्रहीज्या इति सूत्रेण सम्प्रसारणं केवलं निमित्तस्य पार्श्वे एव न भवति परन्तु अन्यत्रापि सम्प्रसारणं भवति इति ज्ञापकम् इदं सूत्रं विशेषसूत्रमस्ति अनेन सूत्रेण न केवलं निमित्तस्य पार्श्वे यः वर्णः अस्ति तस्य सम्प्रसारणं परन्तु अन्यत्र कुत्रापि अस्ति चेदपि सम्प्रसारणं भवति इति इदमेव सूत्रम् अस्मान् ज्ञापयति न सम्प्रसारणे सम्प्रसारणम् इति सूत्रम् अस्मान् ज्ञापयति यत् केवलं निमित्तस्य पार्श्वे एव सम्प्रसारणं न भवति अन्यत्रापि सम्प्रसारणं भवति इति ज्ञापयति तदर्थमेव पाणिनिना इदं सूत्रं कृतं येन अन्यत्र निमित्तस्य पार्श्वे यः वर्णः अस्ति तस्यैव सम्प्रसारणं भवतु अन्यत्र कुत्रचित् वर्णः अस्ति चेत् यण् वर्णः अस्ति चेत् तस्य स्थाने सम्प्रसारणं मा भवतु इति निषेधार्थम् इदं सूत्रं कृतम् इति इदमेव सूत्रम् अस्मान् ज्ञापयति इति अत्र उक्तम् भगिनी प्रश्नः अस्ति एवमेव सूत्रं सूत्रम् इत्युक्ते न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं वा भगिनि न सम्प्रसारणे सम्प्रसारणम् इति सूत्रमेव अस्माकं ज्ञापकं सूत्रम् अस्ति यतोहि इदं सूत्रं वदति तत्र निषेधः क्रियते इति वदति सम्प्रसारण एकत्र सम्प्रसारणम् अस्ति चेत् अन्यत्र सम्प्रसारणं न भवितुम् अर्हति सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति इति यः अर्थः अस्माभिः स्वीकृतः अस्ति तादृश अर्थः एव अस्मान् ज्ञापयति यत् ग्रहीज्या वै व्यधि वष्टि विचति वृष्यति पृच्छति भृजति नाम् इति सूत्रेण सम्प्रसारणं यत्र यत्र यण्वर्णः अस्ति तत्र सर्वत्र इक्वर्णः आदिष्टः भवति इति ज्ञापयति वस्तुतः सामान्यतया तादृशं न भवति परन्तु न सम्प्रसारणे सम्प्रसारणम् इति सूत्रस्य ज्ञापनात् वयम् अवगन्तुं शक्नुमः अत्र ग्रहीज्या इति सूत्रेण सम्प्रसारणं स्थलद्वये स्थलत्रये अपि भवितुम् अर्हति इति वयं ज्ञातुं शक्नुमः तावद् अवगतं वा अत्र एकक्षणं भगिनि सुमन् भगिनि एकक्षणम् एव तावत् अवगतं चेत् भवत्याः प्रश्नं प्रति गच्छामः तत्र अवगतं वा सर्वैः भगिनि तत्र एकः प्रश्नः तर्हि ज्ञापयति यत् सम्प्रसारणम् अन्यत्र अपि भवति इति तत्र निमित्तं निति किति परे इति तस्य पार्श्वे यदस्ति तत्र एव भवति चेत् तेन एव सूत्रेण अन्यत्र अपि कथं भवति इति न अवगतम् इत्युक्ते सामान्यतया यदि न सम्प्रसारणे सम्प्रसारणम् इति सूत्रम् एव नास्ति तदानीं निमित्तस्य पार्श्वे यद् यः वर्णः अस्ति इदानीं व्यद् धातौ निमित्तस्य पार्श्वे यकारः एव अस्ति अतः यकारस्य एव सम्प्रसारणं भवति इति वयम् अवगन्तुं शक्नुमः इति सामान्यव्यवहारः अस्ति परन्तु इदानीम् अत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रमपि कृतं पाणिनिना अतः इदं सूत्रमेव अस्मान् ज्ञापयति यत् सम्प्रसारणं न केवलं निमित्तस्य पार्श्वे यः वर्णः अस्ति तस्य भवति पूर्वस्यापि सम्प्रसारणं विधीयते, ग्रहीजा वै इति सूत्रेण पूर्वस्यापि सम्प्रसारणं विधीयते, यस्य निषेधः क्रियते न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण। यतोहि एकस्यैव वर्णस्य सम्प्रसारणं भवति चेत् किमर्थं निषेधः, तस्य निषेधः कथं भवितुमर्हति? यदि एकस्य वर्णस्य सम्प्रसारणं भवति तस्यापि निषेधः क्रियते चेत् तर्हि तत्र ग्रहीज्या इति सूत्रमेव व्यर्थं भवति खलु, तस्य प्रयोजनमेव न कुत्रापि भवति। अतः इदं सूत्रं ज्ञापयति न सम्प्रसारणे सम्प्रसारणम् इति सूत्रम् अस्मान् ज्ञापयति यत् सम्प्रसारणं स्थलद्वये स्थलत्रये अपि भवति, तर्हि निमित्तस्य पार्श्वे यः सम्प्रसारणसंज्ञकः वर्णः अस्ति तस्य सम्प्रसारणं भवति, तस्मात् पूर्वम् अन्ये वर्णाः सन्ति चेत् तेषां सम्प्रसारणं न भवति। अतः एव व्याख्यानेषु उक्तं सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति इति उक्तम्। इत्युक्ते तत्र केवलं यथा वयं पूर्वम् उक्तवन्तः अन्यानि सूत्राणि न सन्ति चेत् नितिकिति एव इति निमित्तम् अस्ति चेत् तथापि तत्र अन्यानि सूत्राणि न सन्ति चेत् वयं जानीमः निमित्तस्य पार्श्वे यदस्ति तस्य एव भवति इति। सत्यं, किन्तु अधुना तत्र मम क्लेशः, अधुना तादृशम् अस्ति चेदपि अधुना तत्र नीति किति इत्यस्य प्रामुख्यता नास्ति इति अपि भवति वा? इदानीं वयं जानीमः न सम्प्रसारणे सम्प्रसारणम् इति सूत्रमपि अस्ति, तर्हि तस्य अर्थः कथं भवितुम् अर्हति? तस्य अर्थः एकस्यैव वर्णस्य सम्प्रसारणम् अस्ति चेत् तस्य निषेधः भवितुं न अर्हति, तावदवगतं खलु? परन्तु निषेधकसूत्रम् अस्ति, तर्हि तत्र निषेधकसूत्रेण किमपि निषिध्यते, तत्र निमित्तस्य पार्श्वे यः वर्णः अस्ति तस्य निषेधः न शक्यते, तर्हि अन्यस्य निषेधः भवितुमर्हति, अन्यस्य एव निषेधः भवितुमर्हति। अन्यस्य निषेधः कथं? विधानम् अस्ति चेदेव निषेधः भवितुमर्हति खलु? तर्हि तत्र किम् अस्ति? वाट् डु वि कन्क्लूड्? वि कन्क्लूड् दट् विधानमपि अस्ति, विधान अत्र वैचित्र्यम् अस्ति। सामान्यतया पार्श्वस्य एव सम्प्रसारणसंज्ञा भवति, परन्तु अत्र अस्मिन् सूत्रे वैचित्र्यम् अस्ति, विशेषः अस्ति, अत्र अन्यत्रापि सम्प्रसारणम् इष्यते अनेन सूत्रेण, तदर्थमेव निषेधः क्रियते न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण। तर्हि एतेन सूत्रेण कार्यद्वयम्, तत्र ग्रहीज्या इति सूत्रेण वस्तुतः कार्यद्वयं कार्यत्रयमपि भवितुम् अर्हति। इत्युक्ते तादृशसम्प्रसारणसंज्ञकः वर्णत्रयम् अस्ति चेत् तेषां सर्वेषामपि सम्प्रसारणं विधीयते अनेन सूत्रेण, तत्पश्चात् न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण तत्र निमित्तस्य पार्श्वे यः वर्णः अस्ति तस्यैव सम्प्रसारणं, तस्मात् पूर्वं ये वर्णाः सन्ति तेषां सर्वेषां निषेधः। अस्तु भगिनि, धन्यवादः। अस्तु, इदानीं तावत् अवगतं चेत् इदानीं सुमन् भगिनी पृच्छतु। एकः प्रश्नः, तर्हि तत्र एकयोगलक्षणम् इति न प्रवर्तते वा तत्र? एकयोगलक्षणं सत्यम्, एकयोगलक्षणम् इति सामान्यव्यवहारः सामान्यतया प्रवर्तते, अत्रापि प्रवर्तयितुं शक्यते यदि निषेधसूत्रं नास्ति चेत्, परन्तु निषेधसूत्रम् अस्ति इति कृत्वा एकयोगलक्षणम् इत्यस्य प्रवर्तनं न भवति अत्र। हा तावदेव, तदेव मुख्यविषयः, नो चेत् तत्र सूत्रस्य आवश्यकता एव नास्ति, न सम्प्रसारणे सम्प्रसारणम् इत्यस्य आवश्यकता एव नास्ति तत्र न अत्र। अन्यः प्रश्नः अपि अस्ति भगिनि, तत्र अनचीचा इत्यस्मिन् अपि द्वित्वं भवति, तत्र एकवारमेव भवति, द्विवारं न भवति, तत्रापि एकः योगलक्षणम् इति प्रवर्तते वा? एकयोगलक्षणं स्मारयतु, तत्र तु अजापरः यरः द्वे अजापरः अनचि द्वे वा संहिता, तत्र विषयान्तरमस्ति, तत्र क्लेशः एव नास्ति, तत्र कः क्लेशः, तत्र तादृशसन्दर्भः एव नास्ति खलु। अचवर्णस्य अनन्तरं यर्वर्णः अस्ति चेत् तस्य द्वित्वं तावदेव, तत्र किमपि नास्ति। निमित्तद्वयमस्ति चेत् द्विवारं भवतु, एकस्य निमित्तस्य आधारेण द्विवारं न भवति इति एव विषयः। तत्र निमित्तद्वयम् अस्ति चेत् द्विवारं भवितुम् अर्हति, एकमेव निमित्तमस्ति चेत् एकवारमेव तत्रापि भवति, अतः तत्र तादृशसन्दर्भः एव नास्ति। अस्तु, निमित्तम् आश्रित्य एकवारमेव कार्यं भवति इति एव निगमनं भवति भगिनि तत्र निमित्तमाश्रित्य एकवारं निमित्तमस्ति चेत् एकवारमेव कार्यं भवति, द्विवारं न भवति. अस्तु समीचीनं भगिनि. इति सूत्र सूत्रद्वारा ये पार्श्वे यद्वर्णः अस्ति तदेव भवति इति किमर्थं एकयोग लक्षणम् इति सूत्रस्य आवश्यकं तदानीम्? एकयोगलक्षणम् इति न्यायः अस्ति इति एकयोगलक्षणम् इति न्यायः अस्ति इत्युक्ते वचनम् अस्ति तत्र. किमर्थम् इति चेत् तादृशव्यवहारः अस्ति शास्त्रे. एकस्य बाणेन एकस्य हननम् इति तादृशम् एकं लक्षीकृत्य एकं वदति इति तादृशव्यवहारः अस्ति सूत्रेषु. सर्वत्र एवमेव अस्ति, परन्तु कुत्रचित् विषेदः अस्ति चेत् तस्य कृते किमपि ज्ञापनं भवति. तदेव मम प्रश्नः, तत्तु किं परिभाषा अस्ति वा वार्तिकम् अस्ति वा किम् अस्ति? एकयो वचनमस्ति, वचनं न्यायः वचनं, परिभाषा नास्ति, वार्तिकं नास्ति, केवलं वचनमस्ति. तादृशव्यवहारः अस्ति शास्त्रेषु. एकं लक्षीकृत्य एकं वदति, एकं लक्षीकृत्य किमपि वाक्यद्वयं न भवति, एकमेव वाक्यं भवति. यदि वाक्यद्वयम् अस्ति चेत् तदानीं तत्र विशेषः भवति, तस्य कृते किमपि ज्ञापनं भवति इति व्यवहारः अस्ति. सा शास्त्रेषु सर्वत्र यदा कार्यं विधीयते तर्हि एकमेव. अधिकारः कः इत्युक्ते किम् इत्युक्ते किन्तु शास्त्रेषु व्यवहारः, वचनानि भवन्ति खलु शास्त्रेषु, एतादृशवचनानि भवन्ति शास्त्रव्यवहारे, वचनानि अपि भवन्ति, प्रसिद्धवचनानि भवन्ति. अस्माकं कृते नूतनं भवति, परन्तु शास्त्रव्यवहारे एतादृशवचनानि प्रसिद्धानि. अन्यत् उदाहरणं दातुं शक्नोति किम्? इदानीं नास्ति भगिनि मम पार्श्वे अन्यत् उदाहरणम् एतादृशम् इत्युक्ते सर्वत्र एतादृशमेव अस्ति खलु. एकस्य एव भवति इति यत्र यत्र कार्यद्वयं भवति इति नास्ति खलु सर्वत्र सूत्रेषु. पश्यामः चेत् एकैकमपि सूत्रं स्वीकरोति चेत् कार्यम् एकत्र एव भवति. एकं निमित्तमस्ति चेत् एकं कार्यं भवति इति सामान्यव्यवहारः. अत्र कार्यद्वयं शक्यते चेदपि एकमेव कार्यं भवति. इदानीं तु तादृश उदाहरणम् अन्यत् उदाहरणम् अस्ति वा इति द्रष्टव्यं, परन्तु इति सामान्यव्यवहारः सर्वत्र. तथैव इदानीम् इको यणचि तत्र अपि इक् स्थाने यण् आदेश भवति, किन्तु भवती वदति तत्र एक इदानीम् अचीपरे अस्ति, अचि एकवारं भवति चेत् एकस्य इक्कस्य एव यण् आदेश भवति इति. अतः इदानीं तु कार्यं न एकस्य न हा एकस्य हा इत्युक्ते तत्र हा सत्यम् इत्युक्ते एकः यण् एकः इक् वर्णस्य यण् आदेशः भवति यदि तस्य पार्श्वे तस्य अनन्तरम् अच् वर्णः अस्ति. इदानीं तत्र इक् वर्णात् पूर्वम् अन्यः इक् वर्णः अस्ति चेत् तदानीं पुनः भवितुमर्हति, यतोहि इक् वर्णः अस्ति निमित्तरूपेण, अतः भवितुमर्हति खलु. इदानीम् एकः इ इति वर्णः अस्ति, तस्य अनन्तरम् उ इति वर्णः अस्ति. इ इति वर्णात् पूर्वम् अनन्तरम् अन्यः इ वर्णः अस्ति चेत् तत्र निमित्तम् अस्ति इति कृत्वा वयं चिन्तनं कर्तुं शक्नुमः. अस्तु, किन्तु तत्र निमित्तं द्वयं भवति, न तु एकमेव. निमित्तद्वयम् आधारेण कार्यद्वयम्, एकं निमित्तं चेत् एकवारं. किन्तु अत्र निमित्तं तु एकमेव अस्ति इत्युक्ते किमपि प्रत्यय वा किमपि अस्ति, अतः इदानीं कार्यं द्वयं भवति, त्रयं भवितुम् अर्हति, अतः विशेषः सत्यम्. अत्र सामान्यतया एकमेव भवति, परन्तु अत्र न सम्प्रसारणे सम्प्रसारणमिति सूत्रमपि कृतं, तर्हि तत्र प्रश्नः भवति. तर्हि एकयोगलक्षणस्य आधारेण एकस्य एव कार्यं भवति खलु, तर्हि अस्य सूत्रस्य किमर्थमिदं सूत्रम् आवश्यकम्? तर्हि सूत्रमेव अत्र मास्तु खलु इति चेत्, परन्तु सूत्रं कृतं चेत् तस्य प्रयोजनं किमपि भवति. तर्हि किं प्रयोजनम् इत्युक्ते सामान्यप्रयोजनं नास्ति यदस्माभिः चिन्त्यते, तर्हि अत्र विशेषप्रयोजनं. तर्हि इदं सूत्रमेव अस्माकं ज्ञापनम् अस्ति यत् ज्ञापयति यत् अत्र वस्तुतः ग्रहीज्या इति सूत्रेण सर्वेषां यन्वर्णानां सम्प्रसारणं शक्यते. तदर्थमेव यद्निमित्तस्य पार्श्वे अस्ति तस्यैव सम्प्रसारणं भवति, अन्येषां न भवति. तदर्थमेव तत्र निषेधः क्रियते इति वयम् अवगन्तुं शक्नुमः. अतः इदं सूत्रम् अस्माकं विशेषज्ञापनमस्ति, विशेषज्ञापकमस्ति इदं सूत्रम्. सम्यक् उत्तममस्ति भगिनि. आम् आम् समीचीनं. तर्हि इदानीं तत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण पूर्ववर्णस्यैव सम्प्रसारणं किमर्थम् इति विजयलक्ष्मीभगिन्याः प्रश्नः. इदानीम् उत्तरं लब्धं वा अथवा इदानीम् अपि क्लेशः अस्ति वा? एकः प्रश्नः अत्र पृच्छामि वा? पृच्छतु. न श्रूयते भगिनि, कुत्र अस्ति भवती? अहम् अत्र अत्रैव अस्मि, परन्तु किमपि क्लेशः अस्ति. श्रूयते वा अधुना? हा श्रूयते, किञ्चित् क्लेशः अस्ति. सर्वेषां कृते वा केवलं मम कृते वा? मन्दं मन्दं श्रूयते. अस्तु वदतु, श्रोतुं प्रयत्नं करोमि. मम प्रश्नः तु न सम्प्रसारणे सम्प्रसारणम् इति, तत्र सम्प्रसारणे इति परनिमित्तमस्ति चेत् तत्र एव ज्ञापनं भवति यत् सम्प्रसारणी वर्णः परमस्ति. तस्मात् पूर्वं यः वर्णः सम्प्रसारणी वर्णः अस्ति तस्य सम्प्रसारणं न भवेत् इति. अतः तत्र एकयोगलक्षणम् इत्यस्य परिभाषायाः अपि आवश्यकता अस्ति वा नास्ति वा इति एकः प्रश्नः. यतोहि सम्प्रसारणे इट् सेल्फ् शोस् देट् इट् इस् द परनिमित्त. इफ् इट् इस् परनिमित्त, देट् मीन्स् देर् इस् अ परवर्ण देट् हेस् टु अण्डर्गो वन् सम्प्रसारणम्. And then if it is para, then there has to be one purva which is not to be done samprasaranam by this sutra as no samprasarane samprasaranam. Tadartham eva atra jnapakam iti uktam. Yato hi na samprasarane samprasaranam iti uktatvat nimittasya parshve yaha varnaha asti tasya nishedaha na shakyate. Tarhi tasmat purvam yaha varnaha asti tasya eva nishedaha shakyate. इति कृत्वा ग्रहीज्या वै इति सूत्रे अपि एकस्य वर्णस्य एव सम्प्रसारणं न इष्टं, परन्तु तत्र यः यः यण्वर्णः अस्ति तस्य सर्वेषां कृते सम्प्रसारणम् इष्यते इति इदं सूत्रमेव अस्मान् ज्ञापयति. तावदेव. न सम्प्रसारणे सम्प्रसारणम् इति यद्भवती वदति, सम्प्रसारणे परनिमित्तं चेत् पूर्ववर्णस्य सम्प्रसारणं निषिध्यते इति यद्वदति, तस्य आधारेण ग्रहीज्या इति सूत्रे एकस्य वर्णस्य सम्प्रसारणं नास्ति, परन्तु वर्णद्वयस्य अपि सम्प्रसारणं भवितुम् अर्हति इति वयम् अवगन्तुं शक्नुमः. यदि तत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रमेव नास्ति चेत् तदानीम् एकस्यैव सम्प्रसारणं भवति. ग्रहीज्या वै इति सूत्रे एकस्यैव सम्प्रसारणं भवितुम् अर्हति. निमित्तस्य पार्श्वे यः वर्णः अस्ति तस्य एव भवति, परन्तु अत्र निषेधकसूत्रस्य ज्ञापनेन परवर्णः अस्ति चेत् पूर्वस्य निषेधः इति उक्तत्वात् तर्हि विधानमपि तत्र अस्ति. विधानम् अस्ति चेदेव निषेधः भवति. यदि तत्र विधानमेव नास्ति तर्हि निषेधः अपि न शक्यते. तर्हि अत्र केवलं पूर्ववर्णस्य एव निषेधः इति वदामः चेत् तर्हि पूर्ववर्णस्य विधानं भवेत् खलु? पूर्ववर्णस्य विधानमेव नास्ति चेत् कथं निषेधः? तर्हि तत्र तेन वयम् अवगन्तुं शक्नुमः पूर्ववर्णस्यापि विधानम् आसीत्, अतः एव निषेधः क्रियते पाणिनिना इति वयम् अवगन्तुं शक्नुमः. बुद्धं वा? आं भगिनि. अस्तु, तर्हि अत्र वयम् अग्रे गच्छामः. कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु, नो चेत् अग्रे गच्छामः. अत्र सम्प्रसारणम् इति गतवर्गे अस्माभिः चर्चितम्, इदानीं किञ्चित् अग्रे गच्छामः. भगिनि, सम्प्रसारणे इति कार्यं खलु? सम्प्रसारणे इति कार्यं, सम्प्रसारणे परे सम्प्रसारणं न भवति. सम्प्रसारणे परे तत् कार्यं न भवति. यस्य सम्प्रसारणं भवति तत्तु सम्प्रसारणी इति. सम्प्रसारणी, सम्प्रसारणिनः दातवः. सम्प्रसारणम् इति कार्यं. सम्प्रसारणे इति वदामः चेत् सम्प्रसारणसंज्ञक संज्ञकवर्णः सम्प्रसारणमिति संज्ञा अस्ति खलु अतः सम्प्रसारणसंज्ञके परे इति अर्थः अस्तु सम्प्रसारणसंज्ञके परे पूर्वं सम्प्रसारणं न भवति इति अर्थः अस्तु अस्तु इदानीं ऋकारान्तदातवः इति अत्र शोभभगिनी पठतु ऋकारान्ताः धातवः द्वे धातु दिवादिगणे झृष् झृष् वयोहानौ इत्युक्ते जीर्णः भवति इति अर्थे इमौ द्वौ धातु रूकारान्तौ समानार्थकौ च हलन्त्यं तस्य लोपः इत्याभ्यां झृ झृ इति झृ इत्यस्य तत्र श्यन् क्षमतां झृ योगः श्यन् झृ योगः य ऋत् इद् धातोः इत्यनेन रुदन्तस्य धातोः ह्रस्व इकारादेशः पुनः सूत्रम् उच्चारयतु भगिनि सूत्रं तत्र दीर्घ ऋकारः इति मन्ये भगिनि दीर्घ ऋकारः एव हा ऋत इद् धातोः सम्यक् सम्यक् हा ऋत इद् धातोः इत्यनेन रुदन्तस्य धातोः ह्रस्व इकारादेशः जी योगः या उरण् रपरः इत्यनेन ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः जिर् योगः या य हलादिः अतः हलिचा इत्यनेन हलिपरे रेफान्तस्य धातोः उपधायां स्थितः इक् वर्णः दीर्घः जीर् योग भवति जीर् योगः या जीर्या इति अङ्गम् जीर्या योगः ति जीर्यति इति तर्हि तत्र अधुना ऋकारान्तधातूनां प्रसक्तिः तत्र दिवादिगणे धातुद्वयं झृष् झृष् इति अपि च द्वयोः अपि जीर्णः भवति इति अर्थं ते द्वयोः अपि तदेव समानार्थका अस्ति तत्र तत्र द्वयोः अपि हलन्त्यं तस्य लोपः इत्यनेन शकारस्य लोपः भूत्वा अन्तिमशकारस्य लोपः भूत्वा झृ झृ इति एव तिष्ठति अधुना झृ इति स्वीकुर्मः चेत् तस्य दिवादिभ्यः शन् इत्यनेन शन् प्रत्ययं योजयित्वा तत्र पुनः शकार नकारयोः लोपः यकार एव तिष्ठति झृ योगः या अत्र यतोहि तत्र झृ इति अधुना धातोः दीर्घरूकारः अस्ति अन्ते इति कृत्वा ऋकारान्तधातु इति कृत्वा ऋत इद् इद् धातोः इति सूत्रस्य प्रसक्तिः भवति तेन तत्र ऋकारस्य स्थाने ह्रस्व इकारस्य आदेशः भवति रुदन्तस्य धातोः ह्रस्व इकार आदेशः भवति अतः तत्र झृ इत्यनेन जी इति भवति तदनन्तरं तत्र यकारः अस्ति अधुना तत्र उरण्ड्रपरः इत्यनेन ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः इति उरण्ड्रपरः इति सूत्रे दृष्टवन्तः तत्र उः अण् रपरः भवति इति उः इति तत्र ऋकारस्य षष्टिविभक्तिः अण् प्रत्याहारस्थवर्णाः इत्युक्ते तत्र आ इ उ तेषां यदा आदेशाः भवन्ति अर् इर् उर् इति भवन्ति अतः तत्र ऋकार रपरः एव अण् आदेशः भवति इति उक्तत्वे तत्र अस्मिन् प्रसङ्गे जिर् इति भवति तत्र इर् इति आदेशः भवति अतः जिर् इति भूत्वा योगः यकारः तत्र यतोहि यकारः हल् प्रत्याहारस्थवर्णः अस्ति इति कृत्वा हलिच इत्यनेन हलिपरे रेफान्तस्य धातोः उपधायां स्थितः इकोर्णः दीर्घः भवति. तत्र अधुना झिर् इति रेफान्तधातुः भवति, अतः हलीच इत्यनेन उपधायां स्थितः इकोर्णः तत्र ह्रस्व इकारः रेफात् पूर्वं तस्य दीर्घादेशः भवति इ इति. क्षम्यतां, तत्र इकोर्णः दीर्घः अस्तु, तत्र जिर् इति आसीत्, जी इति भवति, अतः जीर् योगः या वर्णमेलनेन जीर्या इति अङ्गं भवति. अपि च तेन इति प्रत्ययस्य योजनेन जीर्यति इति लट्लकारे रूपं सिद्धं भवति. बहु समीचीनं, बहु समीचीनम्. इदानीं किञ्चित् तत्र सूत्रं दृष्ट्वा पुनः एकवारं प्रक्रियां पश्यामः. अत्र ऋत इद् धातोः इति सूत्रमस्ति, तत् सूत्रम् एकवारं तत्र कः अस्ति तत्र शुभदा भगिनी पठति वा? आं भगिनी, श्रूयते वा अधुना? हा पठतु. ऋत इद् धातोः रुदन्तस्य सप्तमे अध्याये प्रथमे पादे शततमं सूत्रं. रुदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशो भवति कितिङ् इति प्रत्यये परे. अस्मिन् सूत्रे निमित्तं न उक्तं, यत्र यत्र अवसरः तत्र प्राप्तिः. कित्ङित् भिन्नप्रत्ययः परः चेत् गुणे इति गुणे सति इकारादेशस्य प्रसक्तिः न भवति. अस्मिन् सूत्रे निमित्तं न उक्तं, यत्र यत्र अवसरः तत्र तत्र प्राप्तिः. कित् ङित् भिन्नप्रत्ययः परः चेत् गुणे सति इकारादेशस्य प्रसक्तिः न भवति. अलोन्त्यस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ऋकारस्य स्थाने ह्रस्व इकारादेशः भवति. येन विधिस्तदन्तस्य इत्यस्य साहाय्येन ऋतः इत्यनेन रुदन्तस्य इत्यस्यापि ग्रहणम्. ऋतः षष्ठ्यन्तम्, इत् प्रथमान्तं, धातोः षष्ठ्यन्तं त्रिपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत्. जृ इति वयं दृष्टवन्तः, ऋतः इति अस्ति, तत्र दीर्घऋकारः अस्ति. रुदन्तस्य अङ्गस्य धातोः ह्रस्व इकारादेशः भवति कितिङ् इति प्रत्यये परे इति सूत्रं वदति. अस्मिन् सूत्रे निमित्तं न उक्तमस्ति, कित्ङित् भिन्नप्रत्ययः यदि परः अस्ति चेत् गुणः भवति इति कृत्वा इकारस्य अङ्गस्य इकारादेशस्य प्रसक्तिः एव न भवति. कित्ङित् प्रत्ययस्य भिन्नप्रत्ययः परः चेत् गुणे सति गुणः भवति, कित्कित् नास्ति चेत् गुणः भवति इति कृत्वा इकारादेशस्य प्रसक्तिः न भवति. अस्तु, अलोन्त्यस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिम ऋकारस्य स्थाने ह्रस्व इकारादेशः भवितुम् अर्हति. अत्र येन विधिस्तदन्तस्य इत्यस्य इति परिभाषासूत्रं कार्यं करोति, यतोहि ऋतः इत्यनेन येन विधिस्तदन्तस्य इत्यस्य प्रसङ्गः अस्ति. येन इत्युक्ते येन विशेषणेन यदा कोऽपि विधिः निर्दिष्टं भवति तदा सः विधिः विशेषणस्य स्थाने, अपि च तत् विशेषणं यस्य अन्ते अस्ति तत्र स्थाने अपि कार्यं करोति इति तस्य आशयः. अतः यत्र धातुः रुदन्तः अस्ति, रुदन्तः इति धातोः विशेषणं. धातुः कथमस्ति चेत् धातुः रुदन्तमस्ति, अतः रुदन्तः धातुः इति तस्य अवगमनं भवति. अपि च अङ्गस्य इत्यस्य अधिकारः अस्ति, अतः धातोः अङ्गस्य धातोः अङ्गः अङ्गं कीदृशमस्ति, धातोः अङ्गं रुदन्तम् अस्ति इति तस्य विशेषणरूपेण आगच्छति. अतः येन विधिस्तदन्तस्य इत्यस्य साहाय्येन ऋतः इत्युक्ते ऋत् यस्य अङ्गमस्ति तादृशं धातोः अङ्गस्य इति ग्रहणं भवति. अत्र सूत्रस्य विवरणं दत्तमस्ति, ऋतः इति षष्ठ्यन्तमस्ति, इत् इति प्रथमान्तमस्ति, धातोः इति षष्ठ्यन्तमस्ति, पुनः त्रिपदमिदं सूत्रमस्ति, अङ्गस्य इत्यस्य अधिकारः अस्ति. अतः आहत्य यः धातुः रुदन्तमस्ति तस्य अङ्गस्य रुदन्त अङ्गस्य ह्रस्व इकारादेशः भवति. कित्ङित् प्रत्ययपरे इति तु अध्यारतः अस्ति, यतोहि कित्ङित् अस्ति चेत् गुणः न भवति, अतः इकारादेशस्य प्रसक्तिः न भवेत् इति पूर्णं सूत्रम्. समीचीनं. किमर्थं कित्ङित् नास्ति चेत् न भवति इति उक्तम्? कित्ङित् प्रत्ययः परे अस्ति चेत् किङिति च इत्यनेन गुणवृद्धिनिषेधः भवति इति कृत्वा. सत्यं, गुणस्य प्रसक्तिः भवति तदानीं, खलु? हा, समीचीनं. तर्हि अत्र ऋत इति धातोः इत्यत्र ऋत इत्यत्र तत्र तकारस्य किं प्रयोजनम्? उच्चारणं नास्ति, ऋतः इति अस्ति खलु, पञ्चमी विभक्ति खलु, तपरकरणे किमर्थं? तत्तु दीर्घरकार अस्ति, किमपि अन्यत् किमपि न गृह्णाति. यदि ऋत् तपरकरणं नास्ति अन्य ऋकारः अपि ग्रहणं तसिल् प्रत्ययः खलु अस्ति, न ऋत समीचीनम् अत्यन्तपदम् ऋकारस्य न गृह्णाति. हा सत्यं, तर्हि इतर अत्र अत्र केवलं ऋकारः अस्ति चेत् तस्य षष्टिविभक्तिः का किं भवति? इति भवति, हा उहु इति भवति खलु. तर्हि तत्र उहु इदानीं तकारः एव नास्ति इति चिन्तयतु, तर्हि उहु इति अस्ति चेत् किं भवति तत्र? ओ तत्र स्पष्टतया ह्रस्वऋकारः वा दीर्घऋकारः इति न ज्ञातुं शक्नुमः खलु, न ज्ञातुं शक्नुमः. अतः तत्र तकारः किमर्थं तकारः इदानीं तस्सिल् प्रत्ययः इति नास्ति भगिनि, नास्ति तत्र, तत्र पञ्चम्यन्तं नास्ति तत्र. ऋतः इति तस्य विभक्तिः का? षष्टिविभक्तिः अस्ति खलु, तर्हि पञ्चम्यन्तम् इति चेत् तत्र पञ्चमी विभक्ति पञ्चम्यर्थे तसिल्, अतः ऋतः इति पञ्चम्यर्थे इति नास्ति तत्र. अस्तु, अत्र तकारः तपरकरणं कर्तुं खलु भगिनि, सत्यं तदेव. इदानीं तत्र दीर्घऋकारः दीर्घऋकारस्य कृते तपरकरणस्य आवश्यकता नास्ति, दीर्घऋकारः दीर्घऋकारमेव गृह्णाति, तत्र सवर्णान् न गृह्णाति, ह्रस्वऋकारः प्लुतऋकारं न गृह्णाति, अतः तत्र तपरकरणस्य आवश्यकता नास्ति वस्तुतः. अतः तपरकरणं नास्ति चेत् उहु इति भवति, उहु इति भवति चेत् उहु अनन्तरम् इत् अस्ति, तत्र सन्धिः भवति वा? विसर्गसन्धिः भवति, विसर्गसन्धिः भूत्वा किं भवति? लेफ आगच्छति, उरित् इति भवति. अस्तु, तर्हि तत्र उहु इति वदामः चेत् तत्र स्पष्टता भवति वा, ह्रस्वऋकारः वा दीर्घऋकारः वा इति स्पष्टता भवति वा? न भवति इति कृत्वा अत्र तपरकरणं योजितम् अस्ति. अत्र तपरकरणस्य प्रयोजनं अन्यत् अस्ति, केवलं स्पष्टीकरणार्थम् अस्ति. अतः अत्र ऋतः धातोः अङ्गस्य इत् इति उक्तं ऋतः धातोः इत्यनेन ऋतः धातोः अनयोः कीदृशसम्बन्धः उषा भगिनी विशेषणविशेषसम्बन्धः भगिनी नमस्ते भगिनी हा नमस्कारः विशेषणविशेषभावः अस्ति विशेषणं किम् विशेषणं ऋतः विशेष्यं धातोः तर्हि ऋतः धातोः इत्यनेन वयं किम् अवगन्तुं शक्नुमः विशेषणविशेषभावः अस्ति चेत् किम् अवगन्तुं शक्नुमः दत्वा येन विधिस्तदन्तस्य इत्यनेन ऋदन्तस्य इति ग्रहणं भवति भगिनि येन विधिस्तदन्तस्य नास्ति चेत् किं भवति तत्र येन विधिस्तदन्तस्य इति नास्ति चेत् पूर्णधातोः स्तः ऋदन्त इति नास्ति पूर्णधातोः कृते अपि भवितुम् अर्हति किं भवितुमर्हति इत् वर्णः ऋतधातोः ऋतोः धातस्य अङ्गस्य इत् अङ्गस्य न येन विधि सदन्तस्य नास्ति चेत् किं भवति तत्र ऋतः धातोः इत्यनेन किं वयं किं स्वीकुर्मः ऋदन्तस्य इति ग्रहणं भगिनि ऋत् अन्तस्य ऋ अन्तस्य न ऋ आदौ भवति चेत् तस्यापि ग्रहणं भवितुम् अर्हति ऋ मध्ये भवति चेत् तस्यापि ग्रहणं भवति न तथा नास्ति ऋ केवलं ऋ धातोः एव भवति हा सत्यम् इत्युक्ते अत्र विशेषणविशेषभावः अस्ति खलु विशेषणविशेषभावः अस्ति चेत् अभेदसम्बन्धः खलु भेदसम्बन्धः सुन्दरः बालकः इति वदामः चेत् तत्र सौन्दर्यं कुत्र अस्ति बालके कैसे ब्यूटिफुल् बाय् कैसे ब्यूटिफुल् बाय् तत्र किं वयं स्वीकुर्मः बालके सुन्दरं सौन्दर्यम् अस्ति बालके सौन्दर्यम् अस्ति तादृशबालकं वयं स्वीकुर्मः तर्हि तत्र इत्युक्ते तत्र द ब्यूटि इस् इन् द बाय् खलु तर्हि अत्र ऋतः धातोः इत्यनेन दट् मीन्स् द धातु इस् ऋकारः धातु इस् ऋकारः सो अतः धातोः अन्ते ऋकारः भवति इति वा न ब्यूटिफुल् बाय् इति वदामि चेत् तत्र ब्यूटि इस् इन् द लेग् इति स्वीकुर्मः वा ब्यूटिफुल् बाय् इति वदामः चेत् ब्यूटि इस् इन् द हेड् इति स्वीकुर्मः वा पूर्णबालके बालके एव स्वीकुर्मः द होल् बाय् इस् ब्यूटिफुल् खलु करेक्ट् इट्स् नाट् द फेस् इस् ब्यूटिफुल् हेण्ड् इस् ब्यूटिफुल् लेग् इस् ब्यूटिफुल् हीस् ब्यूटिफुल् बाय् इत्युक्ते सम्पूर्णबालकः सुन्दरः अस्ति एवमेव ऋतः धातुः इति वदामः ऋतः धातोः इति वदामः चेत् सम्पूर्णधातुः दीर्घऋकारः अस्ति तर्हि धातौ एकः एव वर्णः दीर्घऋकारः इति एकः वर्णः इति अर्थः तादृश अर्थः अस्ति चेत् तर्हि तत्र तादृशधातवः कति धातवः सन्ति इति चेत् प्रायेण एकः एव धातुः अस्ति खलु तर्हि एकस्य धातोः एव ग्रहणं भवति परन्तु अत्र सूत्रकारः तादृशं न इष्यते सूत्रकारेण तादृशं न इष्यते he wants the sutra to be applicable in several places not in just one lakshya so he wants to expand the scope of the sutra. how does he do that tadartham yena vidhistha yena vidhistha paribhasha sutram tena paribhasha taya paribhana tena paribhasha sutrena stalam vistaram bhavati stalasya vistarah bhavati tena paribhasha sutrena kim uchyate iti chet सामान्यतया ऋकारान्तधातुः इति चेत् केवलं ऋ इति धातोः ग्रहणं भवति परन्तु अत्र न केवलं तस्य ग्रहणं क्षम्यतां भगिनि मम कृते किञ्चित् म्यूट् करोतु तर्हि न केवलं तादृशधातुः न केवलं ऋ इति धातुः परन्तु तादृशधातुः यस्य अन्ते दीर्घऋकारः अस्ति तस्यापि ग्रहणम् इति यदा वदामः इदानीं द स्कोप् आफ् द सूत्र इस् एक्स्पाण्डेड् you are not only taking a dhatu which is dirgharkara but also you are taking a dhatu which has dirgharkara in the end. Now the scope of the sutra has been expanded to several dhatus, not just to dirgharkara. Dirgharkara dhatu, a dhatu which has only dirgharkara. So danim sutrasya karya kshetram brihat jatam enavidhi sadantasya ityasya prayojanam tadeva anyatmapi nasti. Expand the scope of the sutra. तर्हि इदानीं ऋतधातोः इत्यनेन न केवलं दीर्घऋकारः इति धातुः परन्तु तादृशधातुः यस्य अन्ते दीर्घऋकारः तस्यापि ग्रहणम् इति उक्तम्. तर्हि इदानीं बहवः दातवः अस्मिन् क्षेत्रे भवन्ति, कार्यक्षेत्रे भवन्ति. अतः इदानीं तादृशधातोः अङ्गस्य इत् इति उक्तम्. अङ्गस्य इत् इति उक्तत्वात् तत्र कुत्र इत् आदेशः भवति? ऋतधातोः साहाय्यं, ऋत इत्यनेन ऋतः धातोः अङ्गस्य इत्त ऋदन्तधातोः अत्र ऋ इति धातु एव स्वीकरोति चेत् धातोः स्थाने एव इत्त. अन्ते दीर्घऋकारः, अन्ते दीर्घऋकारः अस्ति चेत् अन्ते एव अस्ति भगिनि. न अङ्गस्य इत्यस्य अधिकारः, सो अङ्गस्य देन् वुड् बिकम् ऋ योगः प्रत्ययस्य अपि ग्रहणम् जस्ट् बिफोर् द प्रत्यय. न अत्र अङ्गस्य इति उक्तत्वात् सम्पूर्णस्य धातोः इत्यादि अङ्ग खलु. आं भगिनि, इफ् इट् इस् एकः एव धातुः ऋ इति धातुः अस्ति चेत् तत्र ऋ इत्यस्य स्थाने इत् आदेशः. यदि इदानीं धातुः अस्ति जृ इति धातुः अस्ति, इदानीं जृ धातो इत्तादेशः कुत्र भवति? ऋकारस्य जी योगः य इति स्थिति, अत्र ष्यन् इति प्रत्ययः कित्नित् जृ स ऋकारस्य स्थाने एव इकारः भवति. न तत्तु परिभाषासूत्रस्य सहायेन, परिभाषासूत्रं नास्ति चेत् अलोन्त्यस्य इति परिभाषासूत्रं नास्ति चेत् कुत्र आदेशः भवति इति अहं पृच्छन्ती अस्मि. परिभाषासूत्र नास्ति चेत् सम्पूर्णस्य जिरु इत्यस्य सम्पूर्णस्य अङ्गस्य स्थाने भवति आदेशः. यतोहि सूत्रे किमपि न उक्तं ऋतधातोः अङ्गस्य इत्यस्य, तर्हि सम्पूर्ण अङ्गस्य अङ्गस्य इति स्थाने अस्ति. तर्हि सम्पूर्ण अङ्गस्य इत् स्यात् इति चेत् क्लेशः भवति, इष्टं रूपं न सिद्ध्यति. तदर्थम् अलोन्त्यस्य इति परिभाषासूत्रस्य सहायेन वयं वदामः सम्पूर्ण अङ्गस्य आदेशः नास्ति, परन्तु केवलम् अन्तिमवर्णस्य एव आदेशः इति कृत्वा अन्तिमदीर्घऋकारस्य स्थाने ह्रस्वैकारादेशः भवति. अत्र इत् इत्यत्र तप्रकरणं किमर्थं कृतम्? ई अपि भवितुम् अर्हति, ह्रस्वैकारः एव, ह्रस्वैकारस्य एव गर्ह एव स्वीकरणम्. अस्तु अस्तु, समीचीनम्. इदानीम् अग्रे तत्र वंसी भगिनी, षष्टिस्थाने योग इति सूत्रं. भगिनि अत्र एकः प्रश्नः अस्ति, तत्रापि तत्प्रकरणम् आवश्यकं वा? यतोहि तत्र विधीयमानः अस्ति न इकारः, विधीयमानः अस्ति अणुवित्सवर्णस्य चाप्रत्ययेन विधीयमानस्य सवर्णग्रहं न भवति न तत्र? सत्यं, विधीयमानः अस्ति. तर्हि विधीयमानस्य सवर्ण तत्र तपरकरणं किमर्थं कृतम्? उच्चारणार्थं वा? तत्र यदा ऋत इति कृतः तावदेव वा? इत्युक्ते स्थानिनः एव तपरकरणम् आवश्यकम्, आदेशस्य नावश्यकं विधीयमानः इति उक्त्वा तत्र तपरकरणस्य आवश्यकता नास्ति इति भवत्याः चिन्तनं. तर्हि तत्र तपरकरणं किमर्थं कृतम् इति वदतु, तदपि चिन्तनं कृत्वा वदतु. तपरकरणं किमर्थं कृतं स्यात्? उच्चारणार्थं स्पष्टः भवेत् वा इति न जानामि. यतोहि तत्र तपरकरणस्य आवश्यकता एव नास्ति. न, तदवगतं तपरकरणस्य आवश्यकता नास्ति इति अवगतं. तर्हि तपरकरणं कृतम्, अत्र दीर्घ ऋकार अस्ति खलु नार्मलि स्थानेन्तरतम इति पश्यामः चेत् दीर्घ ऋकारस्य दीर्घ इकारः आदेशः भवति किन्तु इदानीं तु ह्रस्व इकार भवेत् इति तपरकरणं कृतवान् किम् विद्यमानः अस्ति तु आवश्यकता एव नास्ति गोणचि इत्यस्मिन् सूत्रे अपि द्रष्टुं किल विद्यमानः इति सवर्णग्रहं न भवति तत्र आवश्यकता एव सत्यं सत्यं किन्तु स्पष्टीकर्तुं हा तदेव ममापि चिन्तनम् आसीत् नो चेत् साधारणतया दीर्घ इकारः आगच्छति खलु आदेशः अविधीयमानः अस्ति चेत् अत्र तु विधीयमानः अस्ति न तत्र इकारः विधिः इकारस्य विधानं भवति तत्र न जानामि अत्र तु न इकारः इति वदामः तत्र आम् अविधीयमानः अस्ति चेत् प्रायः किन्तु न अत्र सत्यम् अत्र तपरकरणस्य प्रयोजनं किमपि नास्ति एव अत्र तपरकरणस्य प्रयोजनं नास्ति एव अनावश्यकम् अस्ति परन्तु कृतम् अस्ति तावदेव अत्र तपरकरणस्य विशेषप्रयोजनं नास्ति स्पष्टीकरणार्थं वा उच्चारणार्थं वा स्पष्टीकरणार्थमपि अनावश्यकम् उच्चारणार्थमपि अनावश्यकम् यतोहि तत्र कः क्लेशः तत्र ऋत इदातोः इदातोः इति वदामः तत्र उच्चारणे क्लेशः अस्ति वा कोऽपि उच्चारयतु ऋत इधातोः ऋत इधातोः इति वदामः चेत् उच्चारणे क्लेशः अस्ति वा नास्ति नास्ति भाति इति भाति तर्हि अत्र अत्र विशेषप्रयोजनं न दृश्यते अत्र किमपि उक्तं वा व्याख्यानेषु इति पश्यामि परन्तु इदानीं यथा दृश्यते तत् विशेषप्रयोजनं नास्ति इत्येव भाति अस्तु अस्तु तर्हि किमपि वदति वा न पठतु षष्ठीस्थाने योग तत्र प्रथमाध्याये प्रथमपादे नवचत्वारिंशत् सूत्रमस्ति षष्ठीविभक्तेः अन्यार्थभावे अन्यार्था अभावे अन्यार्थ अभावे स्थाने इत्यर्थः भवति स्थानेन योगः यस्याः बहुव्रीहिः परिभाषासूत्रमस्ति अत्र षष्ठीस्थाने योग इति सूत्रमस्ति यत्र षष्ठी विभक्तेः विधानम् अस्ति सूत्रेषु तत्र अन्यः अर्थः नास्ति चेत् अन्यः अर्थ अभावे स्थानी इति एव ग्रहणं भवति इति परिभाषासूत्रं वदति स्थाने अर्थः इत्यनेन कः तत्र कः तत्र किं विवक्षितम् एकं तु स्थानी अस्ति षष्ठी विभक्ति अन्यार्थ अभावे अन्यः अर्थः किं भवितुम् अर्हति षष्ठी विभक्ति विशेष षष्टि खलु इदानीं कस्यापि अवयव अवयवी सम्बन्धः जन्यजनकसम्बन्धार्थे भवति खलु सामान्यतया षष्टिविभक्तिः समीचीनं बहवः सम्बन्धाः सन्ति तेषां सर्वेषां ग्रहणं भवति षष्टिविभक्ति इत्यनेन तर्हि तत्र तादृश इत्युक्ते लोके दशरथस्य पुत्रः इति वदामः चेत् तत्र तयोः कः सम्बन्धः जनकजन्यः भावः सम्बन्धः अस्ति तत्र सत्यं तर्हि तत्र सम्बन्धः एव सामान्यलोके व्यवहारे ज्ञायते अतः शास्त्रे अपि तथा एव सम्बन्धज्ञानं यत्र भवति तत्र सम्बन्धज्ञानमेव वयं स्वीकुर्मः यत्र सम्बन्धज्ञानं न भासते तत्र स्थानी इति वयं स्वीकुर्मः तत् एतत् सूत्रेषु एव भवति वा सर्वत्र भवति वा नास्ति न सूत्रेषु न इदत् सूत्रे एव अस्माकं पाणिनीयसूत्रे एव एतादृशव्यवहारः समीचीनम् अथवा इत्युक्ते सामान्यतया सर्वत्र शास्त्रेषु अपि इत्युक्ते प्रत्येकस्मिन् शास्त्रे पारिभाषिकपदानि भवन्ति पारिभाषिकतया किमपि उक्तं चेत् तदाधारेण वयं स्वीकुर्मः तत्तत् शास्त्रे परन्तु शास्त्रे पारिभाषिकतया किमपि न उक्तं चेत् तदानीं षष्टिविभक्तेः किं तत्र कः अर्थः इति चेत् सम्बन्धः एव अर्थः सम्बन्धः एव अर्थः तानि न सम्बन्धः एव अर्थः सामान्यतया अत्र व्याकरणशास्त्रे यत्र सम्बन्धार्थः न स्वीकृतः तत्र स्थानि इत्यर्थः. परन्तु तत्र अलोन्त्यस्य इति सूत्रमग्रे पठतु. स्थाने किमर्थम् स्थानः किमर्थं स्थाने षष्ठी सप्तमीविभक्त्यां किमर्थम् स्थाने योग इति उक्तं सूत्रे स्थानेन योगः यस्याः इति बहुव्रीहिसमासः. ध्वनिः बहु ध्वनिः अस्ति, किञ्चित् म्यूट् करोतु. मम पार्श्वे वा भगिनी, क्षम्यताम्. न जाने परन्तु बहु ध्वनिः अस्ति तत्र. मया न श्रूयते ध्वनिः. प्रायः बंसी भगिन्याः गृहे एकनिमिषं कोऽपि वदन्तः एकनिमिषं. अधुना सम्यक् अस्ति वा भगिनि, ध्वनिः नास्ति वा? सम्यक् अस्तु, क्षम्यतां. बहिः धन्यवादः जनाः, बहिः जनाः सन्ति, क्षम्यतां. हा, अलोन्त्यस्य इति सूत्रमस्ति. तत्रापि एक प्रथमाध्याये प्रथमपादे द्विपञ्चाशत्तमं सूत्रमस्ति. षष्ठीविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल् वर्णः स्थाने भवति. परिभाषासूत्रम् अलः षष्ट्यन्तम् अन्त्यस्य षष्ट्यन्तं द्विपदमिदं सूत्रं षष्ठी स्थाने योग इत्यस्मात् षष्ठी स्थाने इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं षष्ठ्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः. तत्र परिभाषासूत्रमस्ति अलोन्त्यस्य इति परिभाषासूत्रमस्ति. षष्ठीविभक्तिद्वारा तत्र कस्यापि पदस्य आदेशः यस्य पदस्य आदेशः तत्र भवति तत्र अन्त्यः अलः वर्णस्य स्थाने एव भवति इति परिभाषासूत्रं वदति. यतोहि तत्र न श्रूयते. हा, क्षम्यतां क्षम्यतां, तत् ध्वनिः आसीत्. हा, तत्र अन्त्यः अलस् अल् वर्णस्य स्थाने एव भवति. यत्र षष्ठीविभक्तिद्वारा आदेशः भवति तत्र अलः अन्त्यस्य इति उक्तम्. अतः तत्र षष्ट्या अन्त्यस्य अलः स्थाने एव आदेशः भवति इति सूत्रस्य विवरणमस्ति. अन्यत् किमपि अस्ति वा? षष्ठीस्थाने योग इत्यस्मात् षष्ठी अपि च स्थाने इत्यनयोः अनुवृत्तिः अस्ति. श्रूयते वा? आम् आम्. तर्हि अत्र षष्टिद्वारा यत्र कार्यं विधीयते, षष्टिः इति स्थानिनः द्वारा कार्यं यत्र विधीयते तत्र आदेशः अन्त्यस्य एव भवति, अन्त्यस्य अल्वर्णस्य एव भवति. यथा अस्माभिः दृष्टं ऋतधातोः अङ्गस्य इत् इति उक्तम्. अलोन्त्यस्य इति परिभाषा नास्ति चेत् सम्पूर्ण अङ्गस्य इत् आदेशः भविष्यति. तन्न इष्यते इति कृत्वा अलोन्त्यस्य इति परिभाषाद्वारा अन्तिम अल्वर्णस्य स्थाने, अतः अन्तिमदीर्घ ऋकारस्य स्थाने तस्व इकारादेशः भवति. एतत्तु सूत्रस्य प्राणः, सूत्रेषु प्राणसूत्रमस्ति. सर्वे सर्वत्र यदा सर्वत्र कार्यं भवति अत्र येन विधिस्तदन्तस्य अलोन्त्यस्य इति सम्यक्तया अवगन्तव्यम्. अस्तु, समीचीनम्. इदानीम् उमा भगिनी येन विधिस्तदन्तस्य इति पठति वा? भगिनी, एकः प्रश्नः अत्र षष्ठीस्थाने द्वारा इति किमर्थम्? तत्र तु षष्ठी एव स्थाने खलु, षष्ठी एव स्थाने. अतः हा, इदानीं किमर्थं तत्र षष्ठी द्वारा इति किम् अस्ति? तत्र षष्ठीविभक्ति यस्य पदस्य स्थाने भवति इति, तत्र तु षष्ठी एव स्थाने अस्ति चेत् किमर्थम् इदानीम् अत्र षष्ठीविभक्तिद्वारा यः स्थाने अस्ति अस्ति इति किमर्थं वक्तव्यम्? षष्ठी एव स्थाने भवति इति कथं जानीमः? अस्ति खलु षष्ठीस्थाने योग योग इति सूत्रम्। यत् पदं षष्ठीभक्तिद्वारा आगच्छति तत् पदस्य स्थाने इति अर्थम्। न इत्युक्ते कुत्र अलोन्त्यस्य इति सूत्रे षष्ठीद्वारा इति नावश्यकम् इति वदति वा? तर्हि तत्र अनुवृत्तिसहितसूत्रं कथं भवति? अन्त्यस्य अलः अन्त्यस्य अलः इति तावदेव पर्याप्तम् इति वदति वा? षष्ठ्या अन्तस्य अलः स्थाने इति वक्तव्यम्। यस्य पञ्चस्य सप्तमी न उक्तं तदे अत्र एव षष्ठी एव आगच्छति। न न एकक्षणं भगिनि, अत्र सुमन् भगिनी किं वक्तुमिच्छति? अन्त्यस्य अलः स्थाने इति वक्तुमिच्छति वा? तत्र किमपि दोषः भवति किम्? न न इदानीं भवत्याः प्रश्नः एव न अवगतः। इत्युक्ते अत्र अनुवृत्तिसहित्रे किम् अनावश्यकम् इति वदति? षष्ठी इति नावश्यकं खलु, अन्त्यस्य अलः स्थाने इति वदति वा? अन्त्यस्य अलः स्थाने आदेशः भवतु इति वदति वा? आम् कस्य अन्त्यस्य अलः? कस्य अन्त्यस्य अलः अलः स्थाने? अङ्गस्य इति उक्तं पूर्वम्, अङ्गस्य एव तस्य भवति न तत्र षष्ट्या इति न वदति चेत् कस्य इति कथं जानीमः? अन्त्यस्य अलः स्थाने इति वदामः चेत् अल्वर्णस्य अत्र स्थाने इत्यनेन षष्ठी इति न अर्थः, अल्वर्णस्य स्थाने इति अर्थः, अन्त्यस्य अलः स्थाने। परन्तु कस्य अन्त्यस्य अलः स्थाने? कस्यस्य अन्त्यस्य अलः स्थाने वा? न न अस्तु अस्तु, किन्तु इदानीं तु अङ्गस्य अन्त्यस्य स्थाने वा प्रत्ययस्य अन्त्यस्य स्थाने वा? षष्ट्याः अन्त पदस्य नो चेत् अन्त्यस्य स्थाने एव, किन्तु तत्र ऐ थिङ्क् वाट् कन्फ्यूस् मी इस् वै रीइटरेट् षष्ठी भक्ति विभक्तिद्वारा यस्य पदस्य स्थाने? तत्र व्याख्याने तादृशं लिखितमस्ति, तत् त्यजतु। इदानीं तत्र अनुवृत्तिसहितसूत्रे क्लेशः अस्ति वा? न न अनुवृत्तिसहितसूत्रं सम्यक् अस्ति। तत्र व्याख्याने किं लिखितं? षष्ठीविभक्तिद्वारा यस्य पद, तत्तु विवरणमस्ति स्पष्टीकरणार्थं, तावदेव। तद्विवरणं स्पष्टीकरणं नास्ति भवत्याः कृते क्लेशं जनयति चेत् सा भिन्नवार्ता। परन्तु षष्ठीविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः इति चेत् भवती वदति किमर्थं षष्ठीविभक्तिद्वारा इति वदति? यस्य पदस्य स्थाने आदेशः प्राप्तः इति चेत् पर्याप्तं, केवलं स्पष्टीकरणार्थं, तावदेव। किं मम प्रश्नः आसीत्, यतोहि तत्र इदानीं षष्ठीविभक्तिद्वारा यस्य पदस्य स्थाने भवति इत्युक्ते अन्यस्मिन् द्वारा अपि स्थानी भवितुं शक्नोति वा इति, इट् कैण्ड् आफ् इन्सर्ट्स् वेन् यु सी दट् वेन् द स्थानी अराइज़स् ड्यू टु यूसिङ्ग् षष्ठीविभक्ति then you are also kind of implying that the sthani can arise from any from some other source. Some other source also bhavitum arhati tadrisham asmani vidishtam kalu panchami saptami bhavati tatra shashti eva nasti satyam satyam tatra paribhasha ka asti tatra panchami baliyan iti kimapi asti kalu ubhayanirdeshe ubhayanirdeshe panchami bali उभयनिर्देशे पञ्चमी बलियसि बलियसि बलियसि अस्तु अस्तु इदानीं येन विधिसन् उमा भगिनी पठतु। येन विधि तदन्तस्य विशेषणं तदन्तस्य अपि भवति स्वस्य अपि भवति सोन्ते यस्य यस्य सा यस्य सः तदन्तः तस्य तदन्तस्य बहुव्रीहिः परिभाषासूत्रम् विधीयते इति विधिः येन तृतीयान्तं विधिः प्रथमान्तं तदन्तस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं स्वं रूपं शब्दस्य शब्दस्य अशब्दसंज्ञा ओके शब्दस्य अशब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः विभक्तिपरिणामः इत्यनेन षष्ट्यन्ते भवति स्वस्य रूपस्य अनुवृत्तिसहितसूत्रं येन विधिः तदन्तस्य स्वस्य रूपस्य अत्र येन विधिः तदन्तस्य येन विधि तदन्तस्य विशेषणं तदन्तस्य स्वस्य द्वयोः अपि भवति तदन्तस्य इति परिभाषासूत्रं बहुव्रीहिः तस्य तदन्तस्य बहुव्रीहिः समासः अत्र येन तृतीयान्तं विधिः प्रथमान्तं तदन्तस्य षष्ट्यन्तं सो त्रिप स्वं रूपं शब्दस्य अशब्दसंज्ञा अत्र नावगतं भगिनि सम्यक् न तस्मात् सूत्रात् अनुवृत्तिः अस्ति स्वं रूपम् इत्यनयोः अनुवृत्तिः स्वं रूपं स्वस्य रूपं तदपि तदन्तस्य अपि आगच्छति सो द्वयोः अत्र पासिबल् येन विधिः इत्युक्ते येन विधिः तदन्तस्य स्वस्य रूपस्य इत्युक्ते उदाहरणार्थं ऋतः धातोः इत्यनेन सामान्यतया स्वस्य रूपस्य ग्रहणं भवति इत्युक्ते विशेषविशेषभावस्य ग्रहणं भवति ऋतधातोः इत्यनेन दीर्घ ऋकारः इति धातोः ग्रहणं भवति इति सामान्यं स्वस्य रूपस्य ग्रहणम् अस्ति तत्र इति स्वस्य रूपस्य ग्रहणम् इति तु सामान्यतया एव भवति सुन्दरः बालकः इति वदामः चेत् तादृशबालकः यस्मिन् सौन्दर्यम् अस्ति इति तस्य ग्रहणं भवति इति सामान्यव्यवहारः स्वस्य रूपस्य ग्रहणम् इत्युक्ते स्वरूपतः कस्यचित् अवगमनं सामान्यतया एव भवति अत्र विशेषशास्त्रस्य आवश्यकता नास्ति परन्तु अत्र किम् उच्यते इति चेत् न केवलं सामान्यव्यवहारस्य ग्रहणं परन्तु ततोपि अधिकं किञ्चित् विशेषग्रहणमपि अस्ति कस्य इति चेत् अन्तस्य अपि ग्रहणं भवति अतः ऋतधातोः इत्यनेन न केवलं दीर्घ ऋकारः इति धातुः तस्य ग्रहणम् अपि च तादृशधातुः यस्य अन्ते दीर्घ ऋकारः अस्ति तस्यापि ग्रहणम् इति अत्र इतोपि किञ्चित् तत्र एक्स्पेन्शन् भवति सूत्रस्य कार्यक्षेत्रस्य एक्स्पेन्शन् अवगतं भगिनि धन्यवादः तत्तु येन विधि सदन्तस्य इति सूत्रं तत्र एव भवति यत्र पदयोः मध्ये विशेषणविशेषभावः अस्ति विशेषणविशेषभावः यत्र पदयोः मध्ये अस्ति तत्र एव एनवधि सदन्तस्य इत्यस्य कार्यम् अस्तु इदानीम् उरण्ड्रपरः इति सूत्रं तत्र विनयमहोदय पठति वा भगिनि उरण्ड्रपरः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् तदा रपरः भवति ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति बोध्यम् रः परः यस्य सः रपरः उः षष्ठ्यन्तम् अण् प्रथमान्तं रपरः प्रथमान्तं त्रिपदमिदं सूत्रम् स्थाने यन्त्रतमः तस्मात् स्थाने तस्य अरुवृत्तिः अरुवृत्तिः सहितसूत्रम् उह् स्थाने अड् रपरः अत्र सरलतया अहं वदामि न शक्नोमि परन्तु उह् महत्त्व अस्ति अण् अपि महत्त्व अस्ति रप अपि महत्त्व अस्ति अतः उह् स्थाने उह् अर्थात् कः रीधातुः रीधातुः षष्ठी उह् इति उच्यते परन्तु यदि अण् अस्ति तर्हि यदि तर्हि रि यदि रि पार्श्वे वा उपरान्तः इ उ अ इ उ भवति तर्हि अर् इर् उर् भवति परन्तु अर् इर् उर् अहं केवलं कुत्रापि पठितवान् परन्तु यदि सूत्रसम्बन्धे स्पष्टतः यदि अहं वदितुमिच्छामि तर्हि केवलं केवलम् इत्थं जानामि परन्तु इदं सूत्रं कोऽपि साधारणसूत्रं नास्ति अतः अण् अर्थः कः उः अर्थः अहं जानामि प्रायः पर् अण् अर्थः कः रपर अर्थः अहम् अवगच्छामि परन्तु यदि अण् अस्ति प्रत्यहारसम्बन्धे यदि केवलं तर्हि पश्यामः तर्हि अ इ उ अण् अस्ति प्रत्यहार प्रति रि अत्र रि रि कुत्र आगाति अत्रापि मम प्रश्नः अपि अस्ति तर्हि एव अहं यु नो स्पष्टतया न जानामि इत्युक्ते उः स्थाने अण् रपरः इति उक्तम् अत्र सूत्रेण अत्र सूत्रेण साक्षात् अत्र तत्र उकारस्य स्थाने अण्णादेशः न विधीयते अनेन सूत्रेण इत्युक्ते ऋकारस्य उः इत्यनेन ऋकारस्य ग्रहणम् इत्युक्ते ह्रस्वऋकारः दीर्घऋकारः अथवा यत्किमपि भवतु तस्य ग्रहणं तर्हि तादृश ऋकारस्य स्थाने यदा अण् जायमानः अस्ति तदानीं सः अण् आदेशः रपरः भवति इति वदति तर्हि रपरत्वमेव अस्मिन् सूत्रे अनेन सूत्रेण उक्तमस्ति ऋकारस्य स्थाने अणादेशः अनेन सूत्रेण न उच्यते ऋकारस्य स्थाने अणादेशः अन्येन सूत्रेण उच्यते यदि तादृशसन्दर्भः अस्ति सः अण् सदा रपरः भवति इति उक्तम् तर्हि इदं सूत्रं वस्तुतः परिभाषासूत्रम् इति उच्यते किमर्थम् इति चेत् परिभाषासूत्रेण किमर्थम् उक्तम् इति चेत् अत्र यदा ऋकारस्य स्थाने अणादेशः भवति ऋकारः मूर्धन्यवर्णः अस्ति परन्तु तस्य स्थाने यः अणादेशः भवति तत्र मूर्धन्यत्वं किमपि नास्ति ऐ उ इति वदामः चेत् तत्र मूर्धन्यत्वं किमपि नास्ति अतः अत्र उच्चारणदृष्ट्या वयं पश्यामः चेत् ऋकारस्य उच्चारणे उच्चारणसन्धिवशात् अथवा किमपि कार्यवशात् तस्य स्थाने यदा अणादेशः भवति तत्र तु उच्चारणसाम्यं नास्ति उच्चारणसाम्यं नास्ति अतः प्रश्नः भवति कथं तत्र व्यवहारदृष्ट्या यदा उच्चारणं कुर्मः ऋकारस्य स्थाने कथं वा अ इ उ इति तादृश उच्चारणं मुखे अपि क्लेशः भवति तादृश उच्चारणे यदि केवलम् अकारः इकारः उकारः आयाति तर्हि तत्र किम् उच्यते इति चेत् तत्र उच्चारणसाम्यं भवतु इति कृत्वा तत्र तादृश आदेशः रपरः भवति यतोहि रपरे तत्र मूर्धन्यत्वं वर्तते इति कृत्वा रपरत्वम् अत्र योजितमस्ति अतः एव इदं सूत्रं परिभाषासूत्रम् अस्ति इति स्मर्तव्यम् अतः रपरः महत्त्वं स्पष्टतया अस्ति रपर विना कोऽपि क्लेशः भवेत् अतः तत्र रपरत्वं वस्तुतः विधायकसूत्रं नास्ति तत्र विधानं नास्ति रपरत्वस्य विधानं नास्ति रपरत्वं तत्र परिभाषासूत्रस्य सूत्राधारेण आयाति यतोहि रपरत्वेन उच्चारणसाम्यं भवति यदा सानेन्द्रतमः इत्यनेन साम्यत्वं स्वीक्रियते तथैव अनेन सूत्रेणापि उच्चारणसाम्यत्वं वयं स्वीकर्तुं शक्यते. अतः एव सः आदेशः रपरः भवति इति उक्तम्. उच्चारणस्थाने अस्ति रपरः, उच्चारणस्थाने अस्ति विधायक उच्चारणार्थं केवलं यदि वयं पठितवान् स्वर आधारेण उच्चारणः उदात्त अनुदात्त इत्यादि. परन्तु अत्र अपि कोऽपि सम्बन्धः अस्ति, परन्तु अत्र अहं न जानामि. परन्तु उच्चारणस्थाने रपरः तिष्ठति उच्चारणार्थं रपरत्वम्. अस्तु, धन्यवादः. समीचीनं, तर्हि अत्र स्थगयामः, समयः अपि अतीतः. कोऽपि प्रश्नः अस्ति वा? न भगिनी. अस्तु, तर्हि धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः भगिनी.